अस्तु, नमस्कारः. अस्माकं नूतनविषयः अस्ति अद्यतन विषयः नूतन अस्ति. अस्माकं विषयः अस्ति कर्तरि कर्मणि प्रयोगः च इति विषये अस्ति. अस्तु, नूतनतया भगिनि वा? आमाम्. हा, अस्तु, स्वागतं भगिनि. अस्तु अस्तु, धन्यवादः. तर्हि हा, कर्तरि कर्मणि प्रयोगः इति विषयः अस्ति. अस्तु, किञ्चित् किञ्चित् वयं जानीमः पूर्वे, अद्य गभीरतया तस्य विचारः भवति, गभीरतया विचारः भवति. न अवगच्छन्ति चेत् पृच्छतु. अस्तु अस्तु, तर्हि अहं वदामि. प्रथमे भवति विषयः कर्तरिप्रयोगः. कर्तरिप्रयोगः, कर्तरिप्रयोगः इत्युक्ते किम्? उदाहरणं वदामि. बालकः पठति, बालकः पठति, बालकौ पठतः, बालकाः पठन्ति. तर्हि अत्र बालकः पठति, कर्तृपदं किमस्ति भगिनि? बालकः इति कर्तृपदं, कर्ता अस्ति बालकः. बालकः पठति, बालकः इति कर्तृपदं. पठति इति किं महोदय? क्रियापदं. क्रियापदं, पठ इति धातुः, तत्र क्रिया भवति. तर्हि बालकः पठति, बालकः कर्तृपदं, पठति इति क्रियापदम्. तर्हि अत्र किं भवति पश्यतु. बालकः पठति, बालकौ पठतः, बालकाः पठन्ति. तर्हि अत्र किं भवति, अस्माकं भेदः भवति चतुर्षु विषयेषु. प्रथमे पुरुषभेदः, वचनभेदः, लिङ्गभेदः, विभक्तिभेदः. भेदः, भेदस्य उत्पन्नं भवति कुतः? चतुष्टु विषयेषु. अस्तु, करिष्यामः, करिष्यामः. एतत् सर्वत्र चतुष्टु विषयेषु भविष्यति. अत्र किं भवति तत् भिन्नविषयः अस्ति. चतुष्टु विषयेषु भेदः भविष्यति. लकारभेदः अपि अस्ति न? लकारभेदः अपि अस्ति. हा, तत् भिन्नविषयः, भिन्नविषयः. समीचीनं भगिनि, परन्तु चतुष्टु विषयेषु भेदः भवितुम् अर्हति. पुरुषभेदः, वचनभेदः, लिङ्गभेदः, विभक्तिभेदः. अस्तु, लकारभेदः तु निश्चयेन भवति, दश लकाराः अपि सन्ति. तर्हि अत्र किं भवति कर्तरिप्रयोगे? कर्तरिप्रयोगे इत्युक्ते बालकः पठति, बालकौ पठतः, बालकाः पठन्ति. अत्र कर्तृपदं किं भवति? बालकः, बालकौ, बालकाः. बालकः, बालकौ, बालकाः, अत्र किं भवति महोदय? वचनभेदः भवति वा? अस्तु, बालकः, बालकौ, बालकाः, एकवचनं, द्विवचनं, बहुवचनं भवति. अस्तु, बालकः, बालकौ, बालकाः, बालकः पठति, बालकौ पठतः, बालकाः पठन्ति. अस्तु, तदाधारेण अस्माकम् अन्यत् अपि भवितुम् अर्हति खलु. त्वं पठसि एवमपि भवितुम् अर्हति. त्वं पठसि, युवां पठतः, यूयं पठथ, अहं पठामि, आवां पठावः, वयं पठामः, एवं भवितुम् अर्हति. एवं भवति चेत् तत्र पुरुषभेदः अपि अस्ति, वचनभेदः भवितुम् अर्हति. एवं पुरुषभेदः अपि भवति. तर्हि अत्र किम् अस्ति? अत्र किं भविष्यति इत्युक्ते क्रियापदं यत् अस्ति तस्य रूपं कर्तृपदम् अनुसरति यथावचनम् एवं यथा पुरुषः क्रियापदस्य तत् वचनम् एवं तत् रूपं भविष्यति क्रियापदस्य अपि यथा कर्तृपदस्य तथा क्रियापदस्य तर्हि अस्य नामम् अस्ति कर्तरिप्रयोगः क्रियापदं कर्ता अनुगुणेन अनुसरति गुणम् अनुसरति क्रियापदं कर्तृपदम् अनुसरति कर्तृपदस्य यथावचनम् एवं यथा पुरुषं तथा भवति क्रियापदस्य रूपं वचनमेव पुरुषमेव अस्तु परन्तु तदपि अस्ति कर्मणि प्रयोगे अपि राइट कर्मपदस्य अनुसरणं यदि क्रियापदस्य रूपं भवति चेत् तत्र कर्मपदं कर्तृपदम् इति भवति हा अत्र पर्यन्तं तु भवती तु जानाति एव कर्मणि प्रयोगे किं भविष्यति परन्तु अस्माकम् अद्यतनविषयः अस्ति कर्तरि इदानीं कर्मणि आगमिष्यति पञ्चनिमेषानन्तरं करिष्यामः नास्ति चिन्ता तर्हि कर्तरिप्रयोगे तर्हि प्रश्नः भवति तत्र लिङ्गभेदः भवति वा किं वदति महोदय किं भवति लिङ्गभेदः भवति वा बालकः पठति बालिका पठति पठति पदस्य लिङ्गभेदः अस्ति वा नास्ति लिङ्गभेदः नास्ति विभक्तिभेदः अस्ति वा किं वदति भगिनि विभक्तिभेदः अपि नास्ति खलु तर्हि केवलं पुरुषभेदः वचनभेदः भवति अत्र अस्तु तर्हि अत्र किञ्चित् सूत्रमस्ति तत्तु भगिनी उक्तवती तथा अद्यतनविषयः अस्ति अस्माकं कर्तरि कर्मणि प्रयोगः लट् लकारे तत्र भगिनी उक्तवती लकारभेदः अपि अस्ति तत्र किमपि लकारः न तर्हि तस्य प्रयोगः केवलं लकारे तस्मिन् लकारे रूपाणि तथा भवन्ति परन्तु चतुष्टु विषयः यत् यत्र भेदः भवति तत् अस्ति पुरुषः वचनं लिङ्गः लिङ्गं विभक्ति विषये भवति लकारः तु भेदः निश्चयेन अस्ति अस्माकम् अद्यतनविषयः अस्ति लट् लकारविषये लट् लकारः जानीमः चेत् अन्येषु सर्वत्र तदाधारेण लकारेषु परिवर्तनं भवति तथा अस्तु तर्हि अत्र पश्यतु वाक्यं यदा भवति बालकः पठति बालकः पाठं पठति बालकः पाठं पठति बालकौ पाठं पठतः बालकाः पाठं पठन्ति इति अस्ति खलु तर्हि यत् पदम् अस्ति पाठं तस्य नाम किं कर्मपदम् तर्हि कर्मपदस्य अत्र भेदः भवति वा समानं भवति सर्वत्र अस्तु तर्हि एकं सूत्रमस्ति प्रायः अत्र सर्वे जानन्ति केवलं भवन्तः कृते नूतनं पाठमस्ति तस्य नामम् अस्ति एकं द्वे एकं सूत्रस्य नामम् एवम् अस्ति एकं द्वे एकं तर्हि प्रथम एकम् इत्युक्ते किं कर्तृपदं तस्य प्रथमा विभक्ति कर्मपदं तस्य द्वितीया विभक्ति तदनन्तरं पुनः एकं इत्युक्ते क्रियापदं कर्तृपदम् अनुसरति. तर्हि एकं द्वे एकम् इति सूत्रस्य नामस्ति. एकं द्वे एकं पुनः अत्र अहं लिखामि एकनिमेषे. तत्र वयं यथा पठितवन्तः तत्र लिखामः चेत् बहु सुलभम् एवं सम्यक् भवति. तत्र अस्तु, अत्र पश्यामः. अत्र आगच्छतु, अत्र बालकः पाठं पठति खलु. अत्र किं भवति? उक्तवान् एकं द्वे एकं. प्रथममेकं किम् अस्ति? कर्तृपदस्य प्रथमाविभक्ति इति अस्ति. कर्मपदस्य द्वितीयाविभक्ति अस्ति. क्रियापदं कर्तृपदम् अनुसरति इति अत्रापि प्रथममस्ति इति सूत्रस्य नाममस्ति कर्तरिप्रयोगः. कर्तरिप्रयोगः एकं द्वे एकम् अस्तु. यथा कर्तृपदं तथा क्रियापदम्. अत्र कर्मपदस्य कोऽपि भेदः नास्ति इति अस्ति. अस्तु, तर्हि कर्तरिप्रयोगे किञ्चित् अभ्यासः इदानीं करिष्यामः. अस्तु, त्रयस्त्रिंशत् अधिकशततमपुटे पश्यामः. अस्तु, त्रयस्त्रिंशत् शततमपुटे अस्ति वा? अवधेयम् इति लिखितमस्ति. नूतन विद्या भगिनी वा? नूतनतया कः? प्रसाद् महोदय वा? नमस्कारः महोदय. अस्तु अस्तु अस्तु, स्वागतं महोदय. अस्तु, सर्वे सन्ति वा गृहे? विधि अमूल्य अस्ति. अस्तु अस्तु अस्तु, अमूल्य अस्ति. अस्तु, समीचीनं महोदय. अस्तु अस्तु अस्तु, त्रयस्त्रिंशत् अधिकशततमपुटे पठामः इदानीम्. अवधेयम् इति लिखितमस्ति. अस्तु महोदय, आरम्भं करोति वा? कर्तरिप्रयोगसम्बद्धवाक्यानां परिशीलनानन्तरं वयं कर्तरिप्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः. कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्त्यन्तं भवति. यथा छात्रः श्लोकं पठति इत्यत्र छात्रः इति कर्तृपदं प्रथमाविभक्त्यन्तम् अस्ति. इति अवगच्छति? किम् अवगच्छति? छात्रश्लोकं पठति, छात्रः श्लोकं पठति, अत्र छात्रः कर्तृपदम् एवं तस्य तस्य विभक्ति प्रथमाविभक्ति प्रथमाविभक्ति अस्ति. छात्रः इति कर्तृपदं, कर्तृपदस्य प्रथमाविभक्ति इति भवति इति अस्ति कर्तरिप्रयोगस्य प्रथमनियमः अस्ति. एवम् अस्तु, द्वितीयनियमः किम् अस्ति महोदय? अग्रे पठतु महोदय, अग्रे पठतु. कर्तरिप्रयोगे कर्मफलं यदि भवति तर्हि द्वितीयविभक्त्यां भवति. यथा लेखकः ग्रन्थं लिखति इत्यत्र ग्रन्थम् इति द्वितीयविभक्त्यां वदतु किम् अवगच्छति कर्तरि प्रयोगे का विभक्ति प्रयोगे का विभक्ति लेखनी हस्ते अस्ति हस्ते का विभक्ति स्थानः खलु सप्तमी कर्तरि प्रयोगे कर्मपदं कर्मपदं कर्मपदं लेखकः न दट्स् अ कर्तरि पदम् लिखति इस् द कर्म क्रियापदं लिखति क्रिया लिखति लिखति क्रियापदं लेखकः कर्तृपदं कर्मपदं किम् ग्रन्थं खलु ग्रन्थं हा अत्र लिखितमस्ति कर्तरिप्रयोगे कर्मपदं द्वितीयाविभक्त्यर्थं भवति द्वितीयाविभक्ति इत्युक्ते किं बालकः अस्ति द्वितीयाविभक्ति बालकं पुस्तक इति दण्डः अस्ति द्वितीयाविभक्ति दण्डं खलु अत्र अस्ति ग्रन्थं ग्रन्थमिति कर्मपदम् अत्र पश्यतु बालकः पाठं पठति पाठम् इति द्वितीयाविभक्ति इति कर्मपदं बालकः कर्तृपदं पठति क्रियापदं पाठं कर्मपदं यथा अपि तथा अस्ति लेखकः ग्रन्थं लिखति लेखकः कर्तृपदं ग्रन्थं कर्मपदं लिखति क्रियापदं तर्हि कर्मपदस्य द्वितीयाविभक्ति भवति सर्वदा इति द्वितीयनियमः अस्ति नियमः इति जानाति वा रूल् प्रथमनियमः कर्तृपदस्य प्रथमाविभक्ति द्वितीयनियमः कर्मपदं द्वितीयाविभक्त्यन्तं भवति अस्तु अत्र लिखितमस्ति कर्तरिप्रयोगे कर्मपदं यदि भवति तर्हि तर्हि अनन्या भगिनी किमर्थं लिखितमस्ति यदि भवति तर्हि समीचीनं समीचीनम् अवगच्छति वा महोदय किं वदतु यदि नास्ति तत् तर्हि अकर्मक भवति तर्हि यदि कर्मपदं भवति तर्हि इत्युक्ते बालकः हसति हस् इति धातु अकर्मकधातु पठितवन्तः गतसप्ताहे गतशनिवारे पठितवन्तः किमर्थम् अकर्मक कर्मपदं नास्ति कर्मपदं प्रयोग कर्तुं न शक्नोति किमर्थं कथं जानीमः हसति सः हसति कं हसति प्रश्नं न समीचीनम् इत्युक्ते प्रश्नं प्रष्टुं न शक्नुमः कं कां किम् इति प्रश्नं पृच्छामः चेत् तस्य उत्तरं नास्ति तर्हि यदि भवति तर्हि इति अस्ति ग्रन्थम् इति कर्मपदं तस्य द्वितीयाविभक्ति इति अस्ति अस्तु समीचीनम् अग्रे भगिनि कर्तरिप्रयोगे कर्तुः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति प्रथमे वदतु तस्य अर्थं किं क्रियापदस्य वचन् पुरुष कर्तरि पदनं कर्तृपदस्य यथा वचनमेवं पुरुषं भवति कर्तृपदस्य तदाधारेण क्रियापदस्य रूपं तथा भवति इति तृतीयः नियमः अस्तु अग्रे करोतु कर्तृपदम् एकवचनान्त चेत् क्रियापदम् अपि एकवचनान्त भवति एकवचनान्तं कर्तृपदं द्विवचनान्त बहुवचनान्त वा चेत् क्रियापदम् अपि द्विवचनान्तं बहुवचनान्तं वा भवति कर्तरम् श्रुत्य प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति इति अस्ति. जानाति खलु उदाहरणम् अपि दत्तमस्ति तत्र. एकवचन अस्ति क्रियापदं, यदि अस्ति क्रियापदम् एकवचनं भवति. बालकः पठति तथा. अस्तु अस्तु, समीचीनम् अस्ति. अस्तु, उदाहरणानि महोदय कृपया. यथा छात्रः श्लोकं पठति, छात्रौ श्लोकं पठतः, छात्राः श्लोकं पठन्ति. वचनवाक्ये कर्तृपदम् एकवचनं, द्वितीयवाक्ये द्विवचनं, द्वितीयवाक्ये बहुवचनम्. उदाहरणेण क्रियापदम् अपि एकवचनं, द्विवचनं, बहुवचनम् इति अस्ति. अस्तु अग्रे, पुरुषपुरुषसम्बन्धः. सः कार्यं करोति, त्वं कार्यं करोषि, अहं कार्यं करोमि. प्रथमवाक्ये कर्तृपदं, प्रथमपुरुषः अस्ति. द्वितीयवाक्ये कर्तृपदं मध्यमपुरुषः अस्ति. तृतीयवाक्ये कर्तृपदम् उत्तमपुरुषः अस्ति इति अस्ति. इति पुरुषसम्बन्धः अपि भवति. तर्हि प्रथमे वचनसम्बन्धः, अत्र अत्र पुरुषसम्बन्धः. सः, त्वम्, अहम् इति पुरुषसम्बन्धः. छात्रः, छात्रौ, छात्राः इति वचनसम्बन्धः. वयं जानीमः एतत् सर्वम्. अस्तु अस्तु, इति विषयः अस्ति. कर्तरिप्रयोगस्य विषयः एवम् अस्ति. अस्तु, कोऽपि प्रश्नः वा एतावत्पर्यन्तं? महोदय अवगच्छति किञ्चित्? किञ्चित् अवगच्छति. अस्तु अस्तु, प्रसाद् महोदय. अस्तु अस्तु अस्तु, समीचीनम्. अस्तु, गृहे पुनः पठति चेत् सम्यक् भवति. अस्तु, इदानीं करिष्यामः कर्मणि प्रयोगः. अस्तु, कर्मणि प्रयोगः. तर्हि कर्मणि प्रयोगः इत्युक्ते किं? प्रथमतया उदाहरणत्वेन वदामि, अनन्तरं चर्चां करिष्यामः. कर्मणि प्रयोगः इत्युक्ते तत्र भवति, अत्र उदाहरणं लिखामि, तत् तदेव वाक्यं कर्मणि प्रयोगे. कर्मणि प्रयोगे लिखामः, तदेव वाक्यं कर्मणि प्रयोगे भवति. बालकेन पाठः पठ्यते, बालकेन पाठः पठ्यते इति अस्ति. अत्र सूत्रं किमस्ति? त्रीणि एकमेकं, त्रीणि एकमेकं. त्रीणि इत्युक्ते किं? कर्तृपदस्य तृतीया विभक्ति, कर्तृपदस्य तृतीया विभक्ति. कर्मपदस्य प्रथमा विभक्ति. अस्तु, एवं क्रियापदं कर्मपदम् अनुसरति खलु. कर्मपदम् अनुसरति सर्वदा, सर्वदा क्रियापदं कर्तु अथवा कर्मपदम् अनुसरति, अन्य किमपि नास्ति. कर्तरिप्रयोगे कर्तृपदं, कर्मणि प्रयोगे कर्मपदं. तर्हि नामं तथा अस्ति, यथा कर्तृपदम् अनुसरति तस्य नाममस्ति कर्तरि, यत्र कर्मपदम् अनुसरति तस्य नाममस्ति कर्मणि. नामकरणं तथा भवति खलु. बालकेन पाठः पठ्यते. हा, तत् समीचीनं वदामि. तत्र बालकेन पाठः पठ्यते. तर्हि महोदयेन प्रश्नः अस्ति, पठ्यते कथं रूपमस्ति? अहं न जानामि इति तत् प्रथमवारं श्रुतं. पठ्यते, पठति तु वयं जानीमः, पठति तु सर्वदा पठति इति परस्मैपदी अस्ति. पठ्यते किमर्थम्? अत्र कर्मणि प्रयोगः अस्ति तर्हि सर्वं एतानि पदानि सन्ति परस्मैपदी तस्य आत्मनेपदी रूपं भवितुम् अर्हति तस्य आत्मनेपदी रूपं भवितुम् अर्हति तर्हि पठति पठति पठ्यते गच्छति गम्यते गम इति धातुः अस्ति अस्तु खादति खाद्यते एवं तत्र भवति खलु तत्र भवान् उक्तवान् आत्मनेपदी रूपं भवितुम् अर्हति प्रयोगः तथा नास्ति यथा आवश्यकं तत्र यदा आवश्यकं तदा करिष्यामः खलु कर्मणिप्रयोगे क्रियापदं सर्वत्र आत्मनेपदीरूपं नास्ति वा सर्वत्र हा सर्वदा अस्ति अत्र सर्वदा अस्ति कर्मणि प्रयोगे सर्वदा अस्ति क्रियापदं तु सर्वदा आत्मनेपदी भवति हा निश्चयेन कर्मणि परन्तु प्रथमे वयं किं चर्चितवन्तः कथमे चर्चितवन्तः इत्युक्ते कानिचन पदानि सन्ति ते केवलम् आत्मनेपदी वदामः अन्यत् बहवः क्रियापदानि सन्ति ते तु परस्मैपदी भवन्ति परन्तु अत्र कर्मणि प्रयोगे सर्वदा क्रियापदं सर्वदा आत्मनेपदी भवति सर्वदा रूपं तस्य रूपं हा किमर्थम् इत्युक्ते कर्तरिप्रयोगः भवतु अथवा कर्मणि प्रयोगः भवतु तस्य अर्थम् अत्र वाक्यद्वयस्य अर्थं समानमेव बालकः पाठं पठति बालकेन पाठः पठ्यते इति अर्थं समानमेव केवलं यथा रूपम् अस्ति तथा इति भिन्नं तर्हि अत्र सर्वत्र पठ्यते खाद् इति अस्ति चेत् खाद्यते पश्यति अस्ति चेत् दृश्यते किमर्थम् इत्युक्ते दृश् इति धातुः अस्ति अस्तु हा ताडयति अस्ति चेत् ताड्यते हा चुरादिगणे ये पदानि सन्ति तत्र किञ्चित् भिन्नम् अस्ति उदाहरणत्वेन वदामि पठति अस्ति चेत् पठ्यते परन्तु पाठयति अस्ति चेत् पाठ्यते किमर्थम् इत्युक्ते अत्र सङ्केतः अस्ति मध्ये यकारः आगच्छति मध्ये यकारः आगच्छति तर्हि पठति पाठयति भिन्नपदानि सन्ति पठति अस्ति चेत् पठ्यते पाठयति अस्ति चेत् पाठ्यते बालकः पठति शिक्षकः पाठयति खलु पठति एवं पाठयति इति भिन्नम् इति रूपम् अस्ति किञ्चित् हा केशः आङ्ग्लभाषायां वक्तुं शक्नुमः एकवारं वदति वा महोदय अस्तु हा एवम् अस्ति अर्थमपि वक्तुं शक्यते वा बालकः पाठं पठति एवं बालकेन पाठः पठ्यते book is read by the boy passive one right the book becomes the subject in the second in the passive one right the boy reads the book boy is the subject object is book so in the passive one book is read by the boy the book becomes the subject book is the main thing is read by somebody right a book is the subject the boy by the boy by the boy right whenever you have by in Sanskrit pratiya right madhyamam asti kal it becomes by the boy become balakena right madhyama tritiya that's all the basic iti asti kartari prayoga karmani prayoga tatha bheda ha सूत्रं जानीमः चेत् एकं द्वे एकं त्रीणि एकम् इति सूत्रमस्ति अत्र एकवचनं द्विवचनं बहुवचनं It follows any atra vachanam dasmarati. Vachanam avashyakam. This sarvadayana atmanapadi bhavati tatra anek sabda ya madhyam purusha patyate patyate patyante अस्ति अस्ति निश्चयेन अग्रे आगमिष्यति चिन्ता नास्ति निश्चयेन मध्यशब्दः अस्ति तत्र अहं न एकवचन बहुवचन महोदय मध्ये आगच्छति केवलं पाठं पठ्यते सेवते सेवेते सेवन्ते पठ्यते पठ्येते पठ्यन्ते इति रूपाणि पठ्यते पठ्येते पठ्यद्वे पठ्ये पठ्यावहे पठ्यामहे एवं भवितुमर्हति यत् पुस्तकानि पुस्तकानि पठ्यन्ते इति अस्ति खलु पुस्तकानि अग्रे अग्रे एवं सर्वम् आगमिष्यति यथा सरिता भगिन्याः उक्तं प्रथमे कर्तरिप्रयोगे किं भवति पुरुषभेदः वचनभेदः तथापि अत्रापि कर्मणि प्रयोगे तथा भवति पुरुषभेदः वचनभेदः अपि भवति अत्र अस्तु अस्तु समीचीनम् अस्ति तर्हि अस्तु अग्रे प्रसाद महोदय करोति वा एवमेव एकः प्रश्नः अस्ति कर्तृप्रयोगे एकं द्वे एकं कर्मणि प्रयोगे त्रीणि एकम् एकम् अन्तिम एकं कः अन्तिम एकं यत् अस्ति बालकेन पाठः पठ्यते खलु तर्हि अन्तिम एकमस्ति क्रियापदं कर्मपदम् अनुसरति इति एकम् कर्मपदम् एकम् अस्ति इत्युक्ते केवलसङ्ख्यानिर्देशम् अस्ति खलु इत्युक्ते यदि पाठः इति द्विवचनं भवति तर्हि क्रियापदमपि द्विवचनं भवति कर्मपदं द्विवचनं भवति चेत् क्रियापदमपि द्विवचनं भवति कर्मपदं बहुवचनं भवति चेत् क्रियापदमपि बहुवचनं भवति इत्युक्ते संख्या अत्र दत्तमस्ति केवलं सूत्रत्वेन इत्युक्ते क्रियापदस्य तृतीया विभक्ति कर्मपदस्य प्रथमा विभक्ति एवं क्रियापदं कर्मपदम् अनुसरति इति तस्य नाममस्ति अन्तिम एक इत्युक्ते एकवचने इति दत्तमस्ति कर्मपदम् इति प्रथमा विभक्त्यन्तम् इति वक्तुं शक्नुमः तत्र अस्तु अस्तु सम्यक् अस्तु तर्हि पठतु महोदय बालकेन सह ताड्यते न न न कुत्र एवमेव पूर्वपटं पश्यतु पूर्वपटं केवलम् उदाहरणं वा न एवमेव इति लिखितमस्ति खलु एवमेव कर्मणि प्रयोगसम्बन्ध एवमेव कर्मणि प्रयोगसम्बन्धवाक्यानि सम्बन्ध कर्मणि प्रयोगसम्बन्धवाक्यानि परिशील्य वयं कर्मणि प्रयोगस्य नियमान् एवं सङ्गृहीतां शक्नुमः सङ्ग्रहीतुं शक्नुमः एकं कर्मणि प्रयोगे कर्तृपदं तृतीया विभक्त्यान्तं भवति कर्मणि प्रयोगे कर्तृपदं तृतीया विभक्त्यान्तं भवति त्रीणि एकम् एकम् त्रीणि इति अस्ति खलु तर्हि तृतीयाभिभक्ति इति प्रथमनियमः अस्ति अस्तु अमूल्या अमूल्या भगिनी द्वितीया करोतु द्वितीयनियमः कर्मणि प्रयोगे कर्मपदं प्रथमाविभक्तिन्तं भक्तान्तं भवति इत्युक्ते किम् अर्थं किम् अमूल्या भगिनी कर्मपदं कर्मपदम् इत्युक्ते बालकेन पाठः पठ्यते. पाठः इति कर्मपदं खलु. अवगतं वा? अर्थम् अवगतं वा? कर्मपदं प्रथमा भवति कर्तृपदम् हा कर्तृपदस्य तृतीया विभक्ति इति प्रसादमहोदयः पठितवान्. भवती इदानीं पठति कर्मपदं प्रथमा विभक्ति इति भवति खलु. बालकेन पाठः पठ्यते. बालकेन इति कर्तृपदं तृतीया विभक्ति, पाठः इति कर्मपदं प्रथमा विभक्ति भवति. समीचीनम् अवगच्छति वा भगिनी? अमूल्या भगिनी अवगच्छति न अथवा न? आम्. ओ अस्तु अस्तु अस्तु समीचीनम्. अस्तु अस्तु अस्तु. सरिता भगिनी अग्रे. कर्मणि प्रयोगे कर्मणः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति. अत्र दत्तमस्ति एकम् कर्मणि प्रयोगे कर्मणः अत्र षष्ठीविभक्ति अस्ति कर्मण् शब्दस्य. कर्मपदस्य क्रियापदस्य रूपः कर्मपदस्य रूपम् अनुसरति. इत्यर्थे यदि कर्मपदम् एकवचनान्तम् अस्ति चेत् क्रियापदम् अपि एकवचनान्तं भवति. यदि कर्मपदं द्विवचनान्तम् अथवा बहुवचनान्तम् अस्ति चेत् क्रियापदम् अपि द्विवचनान्तम् अथवा बहुवचनान्तं भवति. कर्म अनुसृत्य प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति. यथा बालकेन चाकलेहः खाद्यते. यदि चाकलेह द्वयम् अस्ति चेत् बालकेन चाकलेहौ खाद्येते. सो अत्र चाकलेहौ खाद्येते द्वितीया प्रथमपुरुषस्य द्वितीयवचनं भवति खाद्येते. खादति अस्ति चेत् खाद्येते खाद्यन्ते इति. बालकेन चाकलेहाः वचनसम्बन्ध बहुवचने खाद्यन्ते इति भवति. समीचीनम् अत्युत्तमं भगिनि. अस्तु वयं दृष्टवन्तः इदानीं वचनभेदः तत्र भवति. अस्तु अस्तु समीचीनं. तर्हि अग्रे विनोद महोदय. बालकेन सह खाद्यते पुरुषसम्बन्ध सह प्रथमाविभक्ति तत्र क्रियापदं खाद्यते भवति. बालकेन त्वं खाद्यस्य पुरुषसम्बन्ध अत्र त्वं मध्यमपुरुषः अस्ति तत्र मध्यमपुरुषे एकवचनमस्ति तत्र खाद्यस्य मध्यमपुरुषः एकवचनमस्ति. बालकेन अहं खाद्ये अत्र उत्तमपुरुष एकवचनम् अहम् अस्ति तत्र क्रियापदम् उत्तमपुरुष एकवचनम् अस्ति खाद्ये इति अस्ति. अहं दन्तिष्ठनगरे वसामि. मध्ये अहं कर्तृपदमस्ति खलु प्रथमाविभक्ति एकवचनं परन्तु कर्मपदं सप्तमविभक्ति एकवचनं कर्मपदं द्वितीया एव सर्वत्र इति नास्ति तत्र इति अस्ति खलु. अस्तु समीचीनम्. यदि द्वयं वाक्यं मिलित्वा क्रियापदं सो कर्तरि कर्म परिवर्तनं करोति द्वयं वाक्यं मिलित्वा. अहं न अवगच्छामि भवतः प्रश्नः. एकवाक्यं सम्यक् जानीमः. कर्तरि कर्मणि प्रयोगः अस्ति खलु, तस्य प्रयोगः, तत् विषयः अस्ति खलु, तत् करिष्यामः. प्रथमकर्तरि एवं कर्मणि भिन्नप्रयोगः अस्ति, समानः अर्थः एव, भिन्नप्रयोगः. मिश्रणं न आवश्यकं, मिश्रणं न आवश्यकम्. अस्तु महोदय, अग्रे अवधेयं. हा, वचनसम्बन्धः पुरुषसम्बन्धः च कर्तरिप्रयोगे प्रयोगः बालकः श्लोकं पठति इति अस्ति. बालकः प्रथमविभक्ति, श्लोकं द्वितीयविभक्ति, अतः कर्मपदमिति वदामः श्लोकम् इति. अत्र कर्मणि प्रयोगे कथं परिवर्तनं भवति पश्यति. तत्र बालकः श्लोकं पठति, बालकेन श्लोकः पठ्यते इति अस्ति. अत्र कर्तरि प्रयोगे किं वाक्ये कर्मपदम् अस्ति, श्लोकम् अस्ति खलु, तत् अत्र श्लोकः इति भवति. कर्मपदं कर्तृपदं भवति, प्रथमविभक्ति भवति, श्लोकं श्लोकः भवति भवान्. तदेव कर्तृपदं कर्तरि प्रयोगे बालकः अस्ति, बालकः परिवर्तनं भवति तत्र तृतीयविभक्तौ बालकेन. अत्र पठति परस्मैपदी खलु, पठति, तत्र पठ्यते इति आत्मनेपदीरूपेण परिवर्तनं भवति. अत्र धातुः पट् इति धातु खलु, यकारं मध्ये अस्ति, ते इति आत्मनेपदीरूपे अस्ति. पट् अधिकं या अधिकं ते, पठ्यते इति भवति. अत्र अतः वचनसम्बन्धं पुरुषसम्बन्धः अपि अस्ति. पुरुषसम्बन्धम् इत्युक्ते अत्र श्लोकः पुरुषं, प्रथमपुरुषम् एकवचनं श्लोकः, अतः पठ्यते. समीचीनम्, अस्तु. अत्र किम् अस्ति, सङ्केतः अस्ति, यदि परस्मैपदिधातुः अस्ति पट् अथवा खाद् अथवा गम्, पट् अधिकं य अधिकं ते पठ्यते, खाद् अधिकं य अधिकं ते खाद्यते, गम् अधिकं य अधिकं ते गम्यते, बहु सुलभं तथा अस्ति, सर्वदा भवति तथा. कानिचन भिन्नरूपाणि सन्ति, तद् पश्यामः, परन्तु बहुत्र बहु सुलभम् अस्ति. तर्हि प्रश्नः अस्ति, यदि धातुः आत्मनेपदी अस्ति तत्र किं कुर्मः? यथा उदाहरणत्वेन वन्दते अस्ति, तर्हि वयं जानीमः वन्द् इति धातुः तु अस्ति एव, तर्हि वन्द् अधिकं य अधिकं ते वन्द्यते. सेवते अस्ति, सेव् अधिकं य अधिकं ते सेव्यते इति भवति खलु. न कोऽपि चिन्ता, आत्मनेपदी अस्ति चेत् अपि सूत्रं समानमेव, सूत्रं समानमेव खलु. मध्ये रूपमपि समानम् इत्युक्ते आत्मनेपदीरूपम् आत्मनेपदीरूपम् अस्ति सेवते खलु, तस्य प्रयोगः कर्मणि प्रयोगे भवति सेव्यते. कर्तरि सेवते, कर्तरि सेवते, कर्मणि सेव्यते इति भवति, तस्य रूपं समानं न भवति खलु, इति भेदः अस्ति. अस्तु, कर्तरि रूपं कर्मणि रूपम् इति भिन्नः, भिन्नः अस्ति, परन्तु आत्मनेपदी एव, आत्मनेपदीरूपं, परन्तु कर्तरि रूपं कर्मणि रूपम् इति मनसि स्थापयामः. साधारणतया आत्मनेपदी उदाहरणं वर्धते, वर्धति धातु कर्मणि प्रयोगे वर्धिति धातुः, वर्ध अधिकं य अधिकं ते वर्ध्यते इति भवति, तस्य प्रयोगः कर्मणि प्रयोगे. आत्मनेपदी उपयोगे वर्धते, कर्मणि प्रयोगे आत्मनेन कर्तरि प्रयोग वर्धते, कर्तरि प्रयोग वर्ध्यते, कर्मणि प्रयोगः इति अस्ति, यते कर्मणि या अधिकं ते. वदतु महोदय. बालकेन श्लोकः पठ्यते, कर्मणि प्रयोगवाचि खलु बालिकया श्लोकः पठ्यते इति समानमेव समानं समानमेव कर्तृपदस्य तृतीया विभक्ति लिङ्गभेदः तु नास्ति एव क्रियापदस्य लिङ्गभेदः तु न भवति कर्तृपदस्य किमपि भवतु पुस्तकेनापि वदतु वा किमपि नास्ति चिन्ता तत्र अस्तु अस्तु अन्य कोऽपि प्रश्नाः सन्ति वा अद्यपर्यन्तम् अस्तु अग्रे आयाति एतत् सर्वम् अस्तु इति अस्ति महोदय अग्रे कर्मणि प्रयोगे वाक्यानि एवं भवन्ति कथं पुरुषः बालेन सह दृश्यते बालेन तौ दृश्यते बालेन ते दृश्यन्ते प्रथमपुरुष एकवचनं क्रियते भवति मध्यमपुरुष बालेन त्वं दृश्यते बालेन युवां दृश्येते बालेन यूयं दृश्यद्वे दृश्यद्वे बालेन अहं दृश्ये बालेन आवां दृश्यावहे बालेन वयं दृश्यामहे इति अस्ति खलु एतत् सर्वं कर्मणि प्रयोगः अस्ति त्रीणि एकम् एकम् अत्र वचनभेदः अपि अस्ति पुरुषभेदः अपि अस्ति तर्हि किं भवति नवभिन्नवाक्यानि सन्ति अत्र खलु किमर्थं त्रिषु पुरुषेषु त्रिषु वचनेषु नववाक्यानि सन्ति अत्र अस्तु समीचीनम् अस्तु अत्र पदम् अस्ति चेत् वदतु वन्दते महोदय तदेव वाक्यं बालेन सह बालेन सह वन्द्यते बालेन तौ वन्द्येते बालेन ते वन्द्यन्ते बालेन त्वं वन्द्यते बालेन युवां वन्द्येते बालेन यूयं वन्द्यते बालेन अहं वन्दये बालेन आवां वन्द्यावहे बालेन वयं वन्द्यामहे बालेन अहं वन्द्ये वन्द्ये वन्द्ये इति अस्ति समीचीनम् अस्ति अस्तु अत्युत्तमम् अग्रे महोदय वन्दते अस्ति खलु वन्दे वन्दावहे वन्दामहे वन्दे तु आत्मनेपदे कर्मणि रूपं यकारः वन्द्ये इति भवति समीचीनतया उक्तवान् सः अस्तु अग्रे कर्तरिप्रयोगे कर्माणि प्रयोगे परास्मै पारि पठति पठ या ते आत्माने पारि सेवाते सेव्याते अवगच्छति वा पदमस्ति पठति कर्तरिप्रयोगे भवति चेत् पठति कर्मणि प्रयोगे भवति चेत् पठ्यते परस्मैपदिधातुः अस्ति पठ् इति धातुः आत्मनेपदिधातुः अस्ति सेव् इति सेवते कर्तरिप्रयोगे भवति सेवते कर्मणि प्रयोगे सेव्यते खलु इति अस्ति अवगच्छति अस्तु अस्तु पुनः पुनः अस्तु अस्तु करोतु तर्हि अत्र 2x2 मेट्रिक्स् अस्ति खलु अत्र 3x3 मेट्रिक्स् अस्ति किमपि भेदः नास्ति अत्र एवं जानाति चेत् बहु सुलभमस्ति परस्मै आत्मनि कर्तरि कर्मणि अत्र उदाहरणं दत्तमस्ति पठ सेव् धातु किमपि नयतु बहु सुलभमस्ति अस्तु अस्तु समीचीनम् अग्रे भगिनि उपरि दत्तेषु धातुरूपेषु परस्मैपदिनाम् अन्ते ति इति आत्मनेपदिनाम् अन्ते ते इति च अस्ति कर्मणि इति जानाति खलु परस्मैपद अपि अस्ति चेत् ति गच्छति पठति खादति पश्यति किमपि परस्मैपदि सेवते वन्दते वर्धते डयते एतत् सर्वं आत्मनेपदी अस्तु अग्रे कर्मणि प्रयोगे तु उभय विधानाम् अपि धातूनाम् अन्ते ते इति आत्मनेपदी रूपमेव भवति इत्युक्ते कर्मणि प्रयोगे रूपे अन्ते ते भवति परस्मैपदी परस्मैपदी अस्तु अथवा आत्मनेपदी अस्तु अन्ते तु ते निश्चयेन भवति यथा पठ्यते यथा सेव्यते अन्ते ते प्रयोगः भवति सर्वदा कर्मणि प्रयोगे अन्ते ते कर्तरि प्रयोगे परस्मैपदी अस्ति चेत् ति आत्मनेपदी अस्ति चेत् ते इति अस्ति अस्तु उभयविधानम् इत्युक्ते परस्मैपदी आत्मनेपदी उभय स्थले अन्ते ते इति श्रूयते अन्ते ते श्रूयते अत्र सर्वत्र कर्मणि कर्मणि प्रयोगः अस्ति चेत् अत्र कालं पश्यामः सेकेण्ड् कालम् अत्र अस्ति अन्ते ते श्रूयते कर्तरिप्रयोगः अस्ति चेत् फस्ट् कालं पश्यामः चेत् परस्मैपदी अस्ति चेत् पठति इकारः आत्मनेपदी अस्ति चेत् एकारः क्रिया अन्ते ते अस्ति केवलं प्रथमपुरुषः अत्र प्रथमपुरुषस्य विषयः अस्ति महोदय इदानीं प्रथमपुरुषः विषयः अस्ति अन्ते ते अत्र केवलम् एकम् उदाहरणं दत्तमस्ति सर्वं दत्तं नास्ति सर्वं लिखामः चेत् एवं भविष्यति खलु एकम् अस्ति एकं जानीमः चेत् तद् तदानुसारम् अन्यत् वचनानि अन्यत् पुरुषाणि अपि कर्तुं शक्यते यथा अत्र दत्तमस्ति केवलं प्रथमपुरुष एकवचने तत् सर्वं दत्तमस्ति प्रथमपुरुष एकवचने पठति पठतः पठन् पठन्ति इति अस्ति खलु अन्ते एकः पठसि एवम् अस्ति अस्तु समीचीनं समापयतु भगिनि तत्र अन्तिमबिन्दु कर्मणि प्रयोगे धातोः अन्तरम् अनन्तरम् अनन्तरं य इति श्रूयते इत्युक्ते अत्र दत्तमस्ति खलु धातुः अधिकं य अधिकं ते अत्र दत्तमस्ति पश्यतु धातुः अधिकं य अधिकं ते सर्वत्र मध्ये यकारः इति श्रूयते इति दत्तमस्ति अत्र पश्यतु धातोः अनन्तरं धातोः पठति धातुः किं पठ धातोः अनन्तरं धातोः षष्टि षष्टि खलु धातोः अनन्तरं किम् अस्ति पट् अनन्तरं या अस्ति इति श्रूयते सर्वदा श्रूयते सेवते सेव् इति धातुः अस्ति तदनन्तरं यकारः अस्ति सेव्यते इति अस्ति अस्तु समीचीनम् अभ्यासाः कुर्मः परन्तु अत्र अन्यत् उदाहरणानि अपि सन्ति तत् पश्यामः अस्तु तर्हि सरिता भगिनी तत्र पूर्वपुटम् आगच्छतु द्वित्रिंशत् अधिकशततमपुटे लिखितमस्ति एतानि वाक्यानि सावधानतया उच्चैः पठतम् छात्रेण श्लोकः पठ्यते वदतु किञ्चित् वदतु किञ्चित् तत्र किमस्ति अत्र त्रीणि एकम् एकं कर्मणि प्रयोगः भवति छात्रेण छात्रः अस्ति छात्रेण तृतीया एकवचन श्लोकः अस्ति प्रथमा विभक्ति पठ धातुः अस्ति पठ अधिकय अधिकते पठ्यते तस्य कर्मणि प्रयोगस्य रूपः अस्ति श्लोकः कर्मपदस्य अनुसृत्य सो अत्र यदि कर्तरिप्रयोगः भवति चेत् छात्रः श्लोकं पठति तत्र अस्ति एकं द्वे एकं छात्रः श्लोकं पठति एकं द्वे एकं छात्रेण श्लोकः पठ्यते त्रीणि एकम् एकम् इति भवति समीचीनम् अत्युत्तमम् तदाधारेण इदानीं प्रसाद महोदय अग्रिमं करोतु अत्र कर्मणि दत्तमस्ति, कर्मणि वक्तव्यमस्ति, अत एवं तदनन्तरं कर्तरि अपि वक्तव्यमस्ति, वदतु। अध्यापकेन ग्रन्थः लिख्यते। इदानीं वाक्यं कर्त्र कर्मणि प्रयोगे अस्ति, त्रीणि एकम् एकम्। अध्यापकेन तृतीया विभक्ति, ग्रन्थः प्रथमा विभक्ति, लिख्यते क्रियापदम्। कर्तृप्रयोगे अध्यापकः ग्रन्थं लिखति। समीचीनमस्ति, अस्तु। केवलम् इदानीं वाक्यं पठतु, अग्रे अमूल्या भगिनी एवं कर्तरिप्रयोगवाक्यं वदतु। बालेन, बालेन चाकलेहः खाद्यते। बालेन चाकलेहं चाकलेहः खाद्यते इति कर्मणि प्रयोगः अस्ति, कर्तरि वदतु। एकं द्वे एकम्। बालेन अत्र तृतीया विभक्ति अस्ति, बालेन खाद्यमस्ति। एकं द्वे एकम्। चाकलेहं बालेन खादति। कर्तृपदस्य प्रथमा विभक्ति भवति खलु, बालेन इति तृतीया विभक्ति, प्रथमा किं भवति? चाकलेन बालेन पदस्य बालः चाकलेहं खादति। पुनः वदतु, पुनः। बालः चाकलेहं खादति। अत्युत्तमम्, अस्तु अस्तु, समीचीनम्, अस्तु, अग्रे महोदय। सुधया फलानि इष्यन्ते, कर्मणि प्रयोगः। सुधया तृतीया भवति, एकवचनं। केवलं वाक्यं वदन्तु इदानीं कर्तरिप्रयोगे। सुधा फलानि दृश्यति, इष्यन्ते अस्ति खलु, इच्छति, सुखा फलानि इच्छति इति भवति खलु। अत्र कर्मपदस्य बहुवचनम् अस्ति, अस्माकं न कोऽपि भेदः, कुत्रापि भवतु अस्माकं न कोऽपि चिन्ता, अस्तु। समीचीनं महोदय, अस्तु, अग्रे। मया फलस्य फलरसः पीयते। अत्र कर्मणि कर्तरि प्रयोगे, कर्मणि दत्तमस्ति खलु, मया कर्मणि फलरसः पीयते, कर्मणि प्रयोगे। यदि परिवर्तनं करोति कर्तरि प्रयोगे, मया इति तृतीया एकवचनं, कस्य पदस्य प्रथम एकवचनं किं महोदय? किम् अहम्? अस्तु, समीचीनं, वदतु। वदतु। समीचीनम्, अस्तु, अग्रे महोदय। मित्रेण लेखन्यः नीयन्ते, मित्रेण पदस्य प्रथमाकवचनं मित्रं, लेखन्यः अत्र प्रथमा बहुवचनम् अस्ति, कर्तरिप्रयोगे द्वितीयबहुवचनम् आवश्यकं। लेखनीः मित्रं, लेखनीः नयति। समीचीनं, समीचीनम्, अस्तु, एकं द्वे एकम्, अग्रे महोदय। तेन तेन यज्यते सः सकृते ते भिक्षां यजति तेन कर्तरिप्रयोगे वदतु तेन पदस्य प्रथमः ते भिक्षां यजन्ते ते किमर्थं दास्यते परन्तु अत्र परन्तु भवान् उक्तवान् ते इति द्विवारं भवतः मनसि अस्ति सः परन्तु उक्तवान् तु ते एव अस्तु वदतु समीचीनम् अत्युत्तमं महोदय अग्रे दुर्जनैः सज्जनाः निन्द्यन्ते एकं द्वे एकं दुर्जनाः सज्जनान् निन्दन्ति अत्युत्तमं समीचीनम् अत्युत्तमं बहुवचने अस्ति अस्तु अग्रे महोदय अस्माभिः देवः आच्यते अस्माभिः अस्ति बहुवचनं कृत्य विभाक्ति किं पदस्य अस्माभिः तृतीया बहुवचनम् अस्ति खलु अस्माभिः देवः अर्च्यते इति त्रीणि एकमेकम् अस्ति कर्मणि प्रयोगः अस्ति इदानीं कर्तरि करोतु एकं द्वे एकम् इति अस्माभिः तृतीया बहुवचनम् अस्ति कर्तृपदं तस्य प्रथमा किं भवति प्रथमा विभक्ति बहुवचनम् अस्माभिः पदस्य भगिनी वदतु अस्माभिः जानाति वा बहुवचनं बहुवचनं वयं महोदय वदतु इदानीं वयं देवाम् आचार्याति अर्च्यते अर्च्यते अर्चयते हा अत्र परस्मै हा अर्चति इति पदमस्ति अर्चति अर्चति अर्चति परन्तु हा परन्तु अत्र किम् अस्ति उत्तमपुरुषः अस्ति खलु सः अर्चति ते अर्चन्ति अहम् अर्चामि वयम् अस्तु अस्तु न कोऽपि चिन्ता किञ्चित् काठिन्यम् अस्ति भगिनी वदति वा पठति अस्ति चेत् किं भवति पठामि अहं पठामि वयं अहं पठामि वयं सः जानाति अत्र पठति अर्चामि अर्चामः इति भवति खलु अर्चामि अर्चामः अस्तु वयं देवम् अर्चामः भगिनी वदतु महोदय भवान् किं करोति अहं वदामि इदानीं चिन्तयतु भवान् करोतु रज्जकैः अनन एकनिमिषः भवता पत्रिका स्थाप्यन्ते इति भवान् करोति खलु स्थाप्यन्ते इति मनसि इदानीं चिन्तयतु भवतः चार्ट् इदानीं पश्यतु अग्रे वदतु इदानीं वदतु तत् अस्माभिः देवः समीचीनम् अस्ति अग्रिममपि करोतु भगिनि किमर्थम् त्वया अस्ति खलु श्रीलिङ्गं द्वितीयविभक्ति कथाः समीचीनं समीचीनं पठतः किमर्थं वचनं किम् अस्ति बहुवचनमस्ति वा त्वया बहुवचनमस्ति वा हा परन्तु एकं द्वे एकम् अस्ति इति अस्ति खलु त्वमिति वचनं किं तथा भवति खलु तर्हि वदतु पुनः वदतु इति भवति हा वद उच् इति वदति वदतु महोदय त्वं कथा द्वितीयवचनम् ओके कथाः लिङ्गं वदतु लिङ्गं ओहो समीचीनतया उक्तवती खलु अस्तु समीचीनमस्ति अग्रे महोदय नेत्रादेशः रक्ष्यते नेत्रा नेतापदस्य तृतीयवचनं नेता देशं रक्षति समीचीनम् अस्तु सरिता भगिनी अग्रे भगिनी अस्ति वा रजकैः हा आमां क्षम्यतां रजकैः वस्त्राणि क्षाल्यन्ते रजकैः अत्र रजकाः अस्ति एकं द्वे एकं कर्तरिप्रयोगे रजकाः वस्त्राणि द्वितीयविभक्ति प्रथमविभक्ति बहुवचनमपि वस्त्राणि क्षाल्यन्ति बहुवचने अस्ति रजकाः वस्त्राणि क्षालयन्ति किमर्थं दशमगणे अस्ति क्षालयन्ति पूर्णवाक्य पुनः एकवारं रजकाः वस्त्राणि क्षालयन्ति समीचीनम् अति उत्तमं क्षालयन्ति क्षालयति खलु क्षालयति इति अस्ति अस्तु इदानीं प्रसाद् महोदय अग्रे युष्माभिः तत्कार्यं क्रियते युष्माभिः त्वं पदस्य तृतीयविभक्ति बहुवचनरूपं त्वं युवां यूयं यूयं तत्कार्यं करोति कुर्वन्ति हा परन्तु पुरुषः पश्यतु खलु आम् आम् कुरुतां क्रु इति धातुः किञ्चित् काठिन्यम् इत्युक्ते परस्मैपदी आत्मनेपदी भवति करोति अस्ति चेत् करोति कुर्वन्ति करोसि इति भवति कुरुतः कुरुता कुरुता तर्हि वदतु युवां तत्कार्यं कुरुता करोति इति पदमस्ति क्रियते क्रियते समीचीनं समीचीनमस्ति हा परन्तु न परन्तु क्रियते समीचीनमस्ति क्रु इति धातुः अस्ति खलु तर्हि कुरुते इति न न न युष्माभिः समीचीनमस्ति कर्मणि प्रयोगे क्रियापदं कर्मपदम् अनुसरति सो सत्कार्यं क्रियते, समीचीनमस्ति. सत्कार्यम् एकवचने अस्ति. यूयं किं, हा यूयं किं भवति? यूयं यूयं करो कुरुतः कुरुतः यूयं, हा समीचीनं, यूयं कुरुतः यूयं सत्कार्यं कुरुतः कुरुतः इति वयं कृतवन्तः खलु. समीचीनतया उक्तवान्. प्रश्नः अस्ति, वदतु वदतु. त्वया कथाः उच्यन्ते, तत् किम् अभवत्? वदतु भगिनि, त्वया कथाः उच्यन्ते किं, वद किम् उक्तवती, वदतु. त्वं कथाः उच्छसि न नो वाच धातु अस्ति न, उच्यन्ते वाच धातु अस्ति, सो वाचयसि वच् वच् इति धातुः अस्ति, वच् धातु अस्ति, वाचयसि वचसि इति वक्तुं शक्यते. न वाचयसि भवान् दशमगणे अस्ति धातु, वाचयसि वा, हा वाचयसि, हा वच् धातु अस्ति दशमगणे वाचयसि, हा परन्तु तस्य वाचयति यथा पाठयति तत्र किं भवति? नो परन्तु पच् वच् धातु दशमगणे अस्ति चेत् वाचयति वाचयतः वाचयन्ति वाचयसि वाचयतः वाचयथ, हा परन्तु अत्र किम् अस्ति? हा सो त्वं कथाः, त्वं कथाः वाचयसि इति भवति. कर्तरिप्रयोगे त्वं कथाः वाचयसि, त्वया कथाः उच्यन्ते, तत् समीचीनमस्ति. परन्तु तत् तत् वाचयसि केवलम् अस्ति वा, तस्य वचसि इति नास्ति वा पदं? न न अत्र अत्र अत्र वचति इति नास्ति, वाचयति इति अस्ति. अस्तु अस्तु अस्तु, पदम् इति वाचयति इति पदमस्ति, वाचयति इति पदमस्ति. किमर्थं दशमगणे अस्ति चेत्, उभयपदी धातुः अस्ति, परस्मैपदी अपि भवितुम् अर्हति परन्तु न आत्मनेपदी अपि भवितुम् अर्हति, परन्तु वच् धातुः दशमगणे अस्ति. वच् वच् इति धातुः दशमगणे अस्ति, वाचयति इति पदमस्ति. अस्तु समीचीनम्. अहं पश्यामि अत्र. अस्तु किमपि अस्ति चेत् वदतु, तत्र केवलं धातुविषये ज्ञानम् अस्ति चेत् सम्यक् भवति. अस्तु अत्युत्तमं, तर्हि वदतु अन्य किमपि अस्ति चेत् अनन्तरं वदतु भगिनि. अस्तु तर्हि अग्रे अमूल्या भगिनी, मनसि इदानीं चिन्तयतु, भवद्भिः चोरः ताड्यते किं भवति? अस्तु इदानीं महोदय वदति, वदतु भवतः पत्रिकाः स्थापयन्ते स्थाप्यन्ते स्थाप्यन्ते सो भवान् पत्रिकां स्थापयन् स्थापयति स्थापयति स्थापयति पत्रिकाः बहुवचनमस्ति तत्र. भवान् समीचीनमस्ति, पत्रिकां पत्रिकां नास्ति, पत्रिकाः इति बहुवचनमस्ति खलु, पत्रिकाः इति बहुवचनमस्ति, तर्हि द्वितीय बहुवचनं वदतु. लिङ्गं वदतु, लिङ्गं पत्रिका स्त्रीलिङ्गं, बहुवचनं द्वितीय बहुवचनं माला द्वितीय बहुवचनं माला माले मालाः मालां माले मालाः अत्र पत्रिकाः वदतु. ओके भवान् पत्रिकाः स्थापयन्ति एकं द्वे एकं पश्यतु अत्र एकं द्वे एकं खलु स्थापयति पुनः वदतु वाक्यं भवान् भवान् पत्रिकाः स्थापयति समीचीनम्. अस्तु अमूल्या भगिनी अग्रे. भवद्भिः चोरः ताड्यते, भवन्तौ चोरं ताडयतः भवद्भिः इति की वचनं किम् अस्ति द्वितीयबहुवचनं वा भवद्भिः द्वितीयबहुवचनं तृतीयबहुवचनम् अस्ति पुनः वाक्यं वदतु तृतीयबहुवचनं तृतीयबहुवचनम् अस्तु भवद्भिः प्रथमबहुवचनं किम् अस्ति भवान् भवन्तः वदतु भवन्तः चोरं ताड्यतः वचनं किम् अस्ति बहुवचनम् अस्ति खलु लिखन्ति वदतु बहुवचनं किं वदतु भवन्तः भवत्याः भवान् भवन्तः क्रियापदं ताड्यते ताडयति ताडयति इति भवति कर्तरिप्रयोगे एकवचने अत्र बहुवचनम् अस्ति किं भवति भवन्तः चोरं ताडयति एकवचनम् अत्र बहुवचनमस्ति ताडयन्ति पुनर्वाक्यं वदतु भवन्तः चोरं ताडयन्ति ताडयन्ति समीचीनम् अत्युत्तमम् अस्तु अग्रे विनोद् महोदय बालेन विषयाः ज्ञायन्ते बालेन एकमेकं अत्र कर्मणि प्रयोगे कर्तरि प्रयोगे एकं द्वेकं बालकः वचनं किम् अस्ति वचनं विषयाः बालः विषयाः ज्ञायति वदतु महोदय वदतु बालः विषयान् जानाति किमर्थं विषयान् किमर्थम् इति वदतु विषयः अस्ति विषयः अस्ति पुल्लिङ्गः बहुवचने अस्ति तस्य द्वितीय बहुवचनं विषयः विषयान् इति भवति पुनः वदतु अस्तु अग्रिमं करोतु तर्हि जानाति भवति जानाति किम् उक्तवान् वा जानाति अस्तु जानाति अस्तु जानाति समीचीनं कविना गीतं रचयते रचते कविः गीतं रचति गीतः किमर्थं गीतं गीतः अस्तु हा गीतः रचयति न भवान् गीतं रचति वदामि महोदय वदामि भगिनि न कोऽपि चिन्ता अस्तु तत्र गीतः वा गीतं वा एकं द्वे एकम् अस्ति खलु तर्हि किं भवति पूर्णवाक्यं स्पष्टतया उच्चैः वदतु कविः रचयति इति अस्ति अस्तु समीचीनमस्ति अस्तु महोदय अग्रे सर्वे नियमाः पाल्यन्ते सर्वैः इति वचनं किम् अस्ति सर्वैः सर्वे महोदय सर्वैः वचनं किम् अस्ति तृतीयाद्भक्तिवचनं किमर्थम् उक्तवान् वदतु अस्तु वदतु सम्यक्तया किं भवति महोदय सर्वे न भवान् सर्वे सर्वे सर्वे सर्वाः न सर्वे सर्वः सर्वौ सर्वे सर्वनामपदम् अस्ति पठतु महोदय प्रथमा प्रथमातः तृतीया पर्यन्तं प्रथमा एवं तृतीया सर्वं सर्वौ सर्वान् सर्वेण सर्वाभ्यां सर्वैः सर्वैः तर्हि सर्वे न तु सर्वाः समीचीनं सर्वे सर्वे सर्वे अनन्तरं किं नियमः नियमः वा नियमान् एकं द्वे नियमान् नियमान् सर्वे नियमान् पालयन्ति पालयन्ति पालयन्ति पालयन्ति बहु किमपि काठिन्यं नास्ति खलु पाल्यन्ते पालयति इति पदमस्ति अस्तु अस्तु समीचीनम् अग्रे महोदय भवत्या कार्यक्रमः अवलोक्यते भवती कार्यक्रमं अवलोकयति समीचीनम् अत्युत्तमम् अस्तु करोति वा महोदय अग्रिमं अस्तु अस्तु अस्तु हा नास्ति चिन्ता भगिनी अग्रे करोतु भवत्याः पाठं पाठान् पाठान् आयोजयन्ति पुनः स्पर्धाः स्पर्धः खलु इति अस्ति खलु पदम् भवत्याः स्पर्धान् आयोजयन्ति इति अस्ति स्पर्धा वा स्पर्धा किम् अस्ति महोदय अहं मन्यते स्पर्धा स्पर्धा वा अथवा स्पर्धा स्पर्धा स्पर्धा एवमस्ति वा अस्तु सरिता भगिनी किम् अस्ति स्पर्धा इति अस्ति वा स्पर्धा इति स्त्रीलिङ्गे अस्ति स्पर्धा स्त्रीलिङ्गे अस्ति वदतु तर्हि सम्यक्तया वदतु भवत्याः स्पर्धाः आयोजयन्ति स्पर्धाः इति अस्ति अस्तु समीचीनमस्ति अग्रे महोदय पूर्वम् अस्माभिः पठितानि वाक्यानि एतादृश्यानि बालः पठां पठाति इति कस्मिन् प्रयोगे अस्ति कर्मणि वा कर्तरि वा कर्माणि कर्मानुसारि पठां कर्मपदं प्रियपदं पठति समीचीनं तस्य बालः पाठं पठति इति कर्तरिप्रयोगः अथवा कर्मणि प्रयोगः हा तर्हि किम् अस्ति कर्तरिप्रयोगः अस्ति अस्तु कर्मणि प्रयोगे वदतु वाक्यं वदतु बालेन पाठं बालेन पाठः पाठयते पठ्यते समीचीनं पुनः वदतु बालेन पाठः पाठ्यते समीचीनं समीचीनमस्ति अत्युत्तमं महोदय अस्तु अग्रे भगिनी छात्रेण विषयः ज्ञायते ज्ञायते किञ्चित् भिन्नमस्ति अस्तु समीचीनम् अग्रे सरिता भगिनी अहं कार्यं करोमि मया कार्यं क्रियते हा समीचीनं प्रसाद् महोदय अग्रे वयं देवं नमामः वयं अस्माभिः देवः नम्यते नम्यते किमर्थम् इति पुरुषः किमस्ति एवं वचनं किमस्ति तत् पश्यतु नम्यामः न एकनिमिष तत्र समीचीनं चिन्तनमस्ति परन्तु किं किं भवति इति चिन्तयतु न वयम् उत्तमपुरुषः अस्ति बहुवचनं परन्तु तत्र पश्यतु क्रियापदं कस्मिन् अनुसरति इति प्रश्नः तर्हि सरिता भगिनी प्रथमे उक्तवती तत्र समीचीनं नास्ति इति एवं नमामि नम्यामि चिन्तयतु महोदय अत्र सूत्रं किमस्ति कर्मणि प्रयोगे सूत्रं किमस्ति त्रीणि एकम् एकम् अस्तु तर्हि अन्तिम एकं किं करोति कर्मपदम् अनुसरति तर्हि वदतु इदानीम् अस्माभिः देवः नमः नमः नमः किमर्थमस्ति नमः देव अस्ति चेत् प्रथमपुरुषस्य एकवचनमस्ति न नमः नमते भवति नम्यते समीचीनतया प्रायशः महोदय भवान् उक्तवान् प्रथमे पुनः वदतु वाक्यम् अस्माभिः देवः नम्यते इति अस्ति समीचीनमस्ति इदानीम् अमूल्या भगिनी वदतु यूयं त्वं मन्त्रान् स्मरसि यूयं मन्त्रां यूयं किमर्थं यूयं तृतीय बहुवचनं त्वया त्वया मन्त्रां मन्त्रान् प्रथमाविभक्ति बहुवचनं मन्त्रान् द्वितीय विभक्ति बहुवचनम् अस्ति चेत् तस्य कर्मणि प्रयोगे प्रथमाविभक्ति बहुवचनं भवति मन्त्रः बहुवचने स्मरति मन्त्राः स्मरन्ति पुनर्वाक्यं पुनः त्वया मन्त्राः स्मरन्ति स्मरन्ति वा कर्मणि प्रयोगे अस्ति क्रियापदस्य रूपं किं भवति स्मरन्ते स्मर अधिक य अधिक बहुवचने अस्ति न स्मृ स्मृ स्मृ इति धातुः अस्ति स्मृ स्मर्यते स्मर्यन्ते, परन्तु अत्र बहुवचने अस्ति खलु, स्मर्यन्ते, स्मर्यन्ते, स्मर्यन्ते, वदतु पूर्णवाक्यं. त्वया मन्त्राः स्मर्यन्ते. अस्तु अस्तु, स्मर्यन्ते इति अस्ति. अस्तु महोदय अग्रे. यूयं विद्यालयं गच्छत, कर्तरिप्रयोगः अस्ति, कर्मणि प्रयोगे युष्माभिः विद्यालयः गच्छति किमर्थम्? ओ सोरि, गम्यते, विद्यालयः गच्छति, गम्यते भवान्, गम्यते, वदतु युष्माभिः विद्यालयः गम्यते इति अस्ति, गम्यते इति अस्ति. अस्तु अस्तु, अद्य तु समयः जातः खलु, बहु अभ्यासम् आवश्यकम् इति अस्ति गृहे. अग्रिमसप्ताहे किं करिष्यामः? अत्र करिष्यामः अभ्यासः गृहपाठत्वेन, पूर्णतया करोतु. ये अभ्यासाः सन्ति, बहु अभ्यासाः सन्ति अत्र, दृष्ट्वा कुर्वन्तु. एवम् आगामिसप्ताहे अतः अग्रे गच्छामः. अस्तु अस्तु, तर्हि आगामिसप्ताहे मिलामः, अद्य विरमामः. नमस्कारः. हा नमस्कारः. वयं बुधवासरे भारतदेशं गमिष्यामः. आगामिसप्ताहानन्तरं वयं न आगच्छामः. अस्तु अस्तु, दुःखदायकविषयः अस्ति महोदय. वयमपि अस्तु, परन्तु शुभयात्रा. एवम् ई पत्रेण तत्र वयं सम्पर्कं करिष्यामः. धन्यवादः, धन्यवादः. अस्तु अस्तु, शुभयात्रा. सर्वेषां धन्यवादः. अस्तु धन्यवादः महोदय, नमस्कारः. नमस्कारः.